नमस्कारः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अत्र ईडुव्यवस्था अभ्यासः इति पाठः अनुवर्तते. तत्र वयं फुल् इति धातुः आरभ्य ईडुव्यवस्था चिन्तनं कुर्मः. उषा भगिनी, भवती एव आरम्भं करोतु. फुल् इति भगिनि नमस्कारः. फुल् फुल् हलन्तधातु प्रायेण सेट् लकारान्ते अस्ति, सेट् एव सर्वे धातु लकारान् किमपि नास्ति सेट् एव. फुल् धातुतः देन् सेट् अस्ति चेत् फुल् पुलि पुलि वाट् आल् द फार्म्स् पुलिता पुलिता लुट् पुलिता तुमुन् पुलितुं तव्यत् पुलित उकारः अस्ति अतः अत्र उगन्धलघुपदस्य च इति कार्यं न करोति वा? ओ अस्तु भगिनि. अपुल् अपुल् पुलि सो पुलि पुगन्तलघुपदस्य च नास्ति खलु. इड् इड् इडागमः अस्ति इति कृते पुले पुलेता वा न पुलिता एव पुलिता इत्येव साधु खलु. तत्र पोलिता क्षम्यता पोलिता इति भवति. आम् पुगन्तलघुपदस्य च वा पुल् पुल् योगः इ. ओ सो इ इति आर्धधातुक इत्यनेन इ इत्यस्य कृते इ इत्यनेन गुणः अपेक्षितः इत्यनेन. ओके पुगन्तलघुपदस्य च पुल् पोलिता पोलिता पोलितुं पोलितव्यं देन् अस्य लृट् स्थ्यति सो पोलिष्यत् पोलिष्यतीय पोलिष्यति पोलिष्यति पो अपोलिष्यत् अपोलिष्यत् समीचीनम्. अग्रिमधातुः अपि करोतु भगिनि. दु फुल् दु दु दु उकारान्तधातु उकारान्तधातु प्रायेण अनिट् बट् ऊद्रु दन्तैर् यौतिरिक्ष्णु शीङ्क्ष्णु नुक्षु स्विडि दु इति अत्र नास्ति. सो दु इति अनिट् एव अनिट् एव इत्यनेन दु दु योगः लुट् लुट् तास् दु दो दोता सत्यं दोता दोता दोतुं दोतव्यं दोस् नो दो अण्ड् देन् स्य नो दो अण्ड् स्य अण्ड् ति दोष्यति दोष्यति स्य स्य किमर्थं शत्वम् अत्र प्रत्ययेन दो दो दो इन्कोः दो दोष्यति अदोष्यत् अदोष्यत् देन् घृष् घृष् शकारान्तधातु हलन्तधातु प्रायेण सेट् शकारान्तधातूनाम् अत्र उल्लेखितः वा शकार शकार शकार धातु घृष् घृष् घृष् घृष् घृष् नास्ति अत्र घृष् घृष् स्टेट् एव घृष् योगः इ योगः ता सो घृष् घर्षिता घर्षिता घर्षितुं घर्षितव्यं घर्षितव्यं घर्षितव्यं गर् देन् यति घर्षयति घर्षयति परस्मैपति गर् देन् शकारस्य या गर् या रेपः अपि इन्कोः कृते अस्ति. सो घर्षयति घर्षयति देन् अद् गर् सेट् धातु घर्षिष्यति किमर्थं घर्षिष्यति ओ घृष्य इत्यस्य कृते श अनन्तरं स्य इत्यस्य कृते घर्षिष्यति ओके घर्षिष्यति देन् अघर्षिष्यत् अघर्षिष्यत् घृष् धातु अनन्तरं घस् ओ घस् घस् सकारान्त धातु घस् सकारान्त धातु ओ तदस् अनिट् धातु इति दत्तम् अत्र ओके घस् घस् इति अनिट् धातु प्रायेण हलन्ता सेट् बट् अत्र घस् अनिट् वस् घस् ओ द्वयोः एव ओके वस् घस् घस् घस् इति कृते वाट् घस्लिर् ओ घस्लिर् अदने अस्लिर् वादिगणे ओके ओके घसति घस् घस्ता घस्तुं घस्तव्यं गच्छति सहस्य गच्छति सह स्याद् आर्धदादिके इत्यनेन सकारस्य स्थाने तकार आदेशः ओ गस् गस् सकार गस् धातोः सकारस्य स्थाने तकार आदेशः सः स्याद् आर्धदादिके आर्धदादिके प्रत्ययपरे सकारादि आर्धदादिकप्रत्ययपरे सुस्यति इति सकारादि आर्धदादिकप्रत्यय इत्यनेन गस् इति गत् इति भवति गच्छति गच्छति अगच्छत् इतोपि एकं भगिनि निद् दकारान्त दकारान्तधातोः निद् उपदायिकरा निद् नास्ति किद् चिद् बिद् विद् स्विद् एव निद् नास्ति इत्यनेन सेट् दातु सो सेट् अस्ति चेत् निद् देन् इ सो नेदिता नेदिता नेदितुं नेतव्यं नेतव्यं नेत्स्यति न न ईडागमः अस्ति नेदिता नेदिता नेदितुं नेदितव्यं ने नेदि नेदि देन् स्यति नेत् नेदि नेद् देन् स्यति नेदिष्यति नेदिष्यति अन्नेदिष्यत् अनेदिष्यत् सम्यक् अनेदिष्यति समीचीनं सम्यक् धन्यवादः पुष् पुष् इति अस्ति उपरवर्णः उकारः अर्थः तत्र पो भवति पोषिता पोषितं पोषितव्यं पोषिष्यति पोषिष्यत् अपोषिष्यत् इति भवति इडागमः भवति पोषिता किल अग्रिमं धातुः छिद् अत्र छिद् एतत् इकारः अस्ति अत्र इकारः अस्ति चेत् एकारः भवति खलु महोदय अत्र सत्यं सत्यम् इदानीम् अत्र छेदिता छेदितुं छेदितव्यं अनिट् छिद् इति तत्र आवल्यामपि अस्ति अतः तत्र छे चेतुं न चेता चेतुं चेता चेतुं चेतव्यम् इदागमस्य चिन्तनं नास्ति चेता चेतुं चेतव्यम् अनन्तरं चेत्स्यपि अचेत्स्यत् इति भवति सम्यक् खग् अग्रिमधातुः इदानीमत्र खग् इति अस्ति अत्र आवल्यां एतत् नास्ति एव अतः सेट् अस्ति खलु महोदय सावल्यं नास्ति चेत् अतः तत्र खग् इति अस्ति खग् इति सेट् अस्ति चेत् अत्र किं खग् सेट् अस्ति चेत् स्थगिता स्थगितुं स्थगिता स्थगितुं स्थगितव्यं स्थगिष्यति अस्थगिष्यत् इति भवति. सम्यक् तदेव. अनन्तरं कुच्य अस्ति, कुच्य आवल्यं नास्ति अतः चेत् एव उकारस्य स्थाने ओकारः भवति. कोचिता कोचितुं कोचितव्यं कोचिष्यति अकोचिष्यत् इति भवति. इदानीं हृ आवल्यम् अस्ति एव धातुः हरित हरित हरितुं हरितव्यम् अरिष्यति अ अरिष्यत् इति भवति. समाप्तं खलु महोदय. हृ इति समीचीनं नास्ति वा? हृ इति हर्ता इत्येव भवति. हृ धातुः अजन्तधातुः किल, तत्र ऋकारे वृङ् वृञ्ज् एते एव इडागमः, इडानुकूलः धातवः, अन्ये सर्वे हर्ता हर्तुं हर्तव्यम् अरिष्यति न सत्यं सत्यं तत्र हरिष्यति तत्र एव इरागमः भवति हरिष्यति इति भवति अहरिष्यत् समीचीनम् अहरिष्यति इति भवति. धन्यवादः. अनन्तरं मू भगिनी उषा भगिनी मू इति दातुः भगिनी हृ हृ हृ इति सुसेट् दातु अनिट् अनिट् दातु. ओके आम् आम् रद्दनोस्ये रद्दनोस्ये केवलं स्याप्रत्यये परे एव अतः हर्ता इत्येव भवति न तु हरि ता. कत् वा किमपि दृष्टवन्तः किल तादृशधातुः न प्राप्तं. कुच् कुच् इत्युक्ते किं कुच् धातुः नास्ति अत्र. किं तत्र प्रायः न तद् यद् भगिन्या उक्तं किल कुच् इति कश्चन धातुः कुच् तद् नास्ति अत्र. पुङ् इति अस्ति, कुच् इति नास्ति. पुङ् प्रायः पुङ् इति धातुः एव नास्ति. न आवल्यं धातुपाठे नास्ति, धातुपाठे नास्ति. कुङ् इति एकः धातुः अस्ति, कुच् इति नास्ति. कुङ् शब्दे कोता कोतारौ कोता इति अनिट् धातुः इति तत्र अस्ति. प्रायः मुद्रणदोषः वा इति अस्ति भगिनि. कच् इति अस्ति वा? कुच् नास्ति. गतपाठे अपि तदेव प्रायः दृष्टवन्तः किल. कच् भूतप्रादुर्भावे कच् कचिता कच् इत्युक्ते कचिता. पू इत्युक्ते कोता. आं भगिनि भवती आरम्भं करोतु. तत्र मू ऊकारान्तदातु ऊदृदन्तैर् इत्यनेन प्रायेण अजन्तदातवः अनिट् परन्तु ऊद् ऊदृदन्तैरित्यनेन सेट् धातु. सो मू मू योगः इ इत. सो मू मो मो नो नो मू अण्ड् देन् अस्तु, मु इ इत्यस्य कृते गुणः अपेक्षितः इत्यनेन मो मो योगः इ ओकार ओकारस्य स्थाने अव् आदेशः, सो मविता मविता, सो मविता मवितुं मवितव्यं मवि मवि एण्ड् देन् स्य मविष्यति मविष्यति अं मवि अं मविष्यत् इति आत्मनेपदि धातुः अतः मविष्यते मविष्यते झट् झट् टकारान्तदातु सेट् एव, सो झटिता झटिता झटितुं झटितव्यं झटिष्यति झटिष्यति झटिष्यते ओके अजटिष्यत् अजटिष्यत् अजटिष्यत् श्यत् सङ्गातः मिश्रीकरणं संहननम् इति अर्थः जटासङ्गाते तत् शिवस्य जटः इति वदामः तद् झटिता झट् अनन्तरं यब् यब् भकारान्तदातु भकारस्य कृते धातु धातु किं यब् रब् लब् अस्ति इदानीम् यब् एव ओ यब् यब् ओके भकारान्त यब् धातु अनिट् धातु यब् सो यब् तकार दा भवति यब् ओ दशस्ततो दोर्दः ओके यब् धा यब् धुम् जशस्ततोर्दोर्दः इत्यनेन तकारस्य स्थाने धकारः अनन्तरं जलां झ झषि इत्यनेन भकारस्य स्थाने भकारः अल्पप्राण यब् यब्धा यब्धुं यब्धुं यब्धव्यं यप्स्यति यब् बिकम्स् यप् यप्स्यति सो खरिच यप्स्यति अ अयप्स्यत् अस्तु भगिनि अयप्स्य एकम् अनन्तरं यब् यब् पिट् टकार टकारः टाटा डाडाण सर्वे धातोः सेट् एव पिट् सुपिटिता पिट् नो पेटिता पेटिता पेटिता पेटिता पेटितुं पेटितव्यं पेटिष्यति अपेटिष्यत् सम्यक् तावदेव पञ्च अभवत् वा न इतोपि एकमस्ति नम् नम् मकारान्तदातु मकारान्तदातोः कृते नम् नम् इति अनिर्धातु गम् नम् यम् रम् गम् नम् यम् रम् सो नम् धातु अनिर्धातु सो ता ता प्रत्यय लृट् नन्त नन्त नन्त नन्तुं नन्तव्यं सो मकारः मकारः एव नकारः भवति अस्तु अनुस्वारस्य ययि अनुस्वारस्य ययि परसवर्णः इति नन्त नन्तुं नन्तव्यं नंस्यति अनंस्यत् नंस्यति तत् अनुस्वार आन् टाप् नंस्यति अनंस्यत् समीचीनम् अनंस्यत् अनंस्यत् एव ओके विजया भगिनी उख् वदति वा उख् गम् आम् आं महोदय उख् इति अस्ति अत्र उकारस्य स्थाने गुणः भूतो ओकारः भवति सुमना प्रथमम् अत्र तृच् अस्ति खलु तृच् अत्र ओ इति भवति भूः ओहिता ओहितुम् ओहितव्यम् ओहिष्यति अओहिष्यत् इति भवति ओहिष्यति समीचीनम् इदानीं गन्तव्यं गन्तव्यं गमिष्यति खलु सत्यं गमिष्यति अगमिष्यत् इति भवति सत्यम् अनन्तरम् अग्रिम अनन्तरं तुप् अस्ति तुप् अत्र ओकारस्य स्थाने ओकारः भवति तुप् इति अस्ति चेत् अत्र चोप् भवति चोता एवमेव खलु इदागमः भवति तत्र आवल्यं नास्ति किल पकारान् अतः तत्र इडागमस्य चिन्तनं भवति अत्र चोपिता चोपितुं चोपितव्यं चोपिष्यति अचोपिष्यत् इति भवति सम्यक् अनन्तरं खिद् अस्ति खेद् भवति खलु महोदय खिद् खेद् सत्यं सत्यं खेद् खेद् खेदिता खेदितुं खेदितव्यम् इडागमस्य चिन्तनं भवति एव खेदिता खेदितुं खेदितव्यं खेदिष्यति अखेदिष्यत् इति भवति अनन्तरम् अत्र चेता चेतुं खेतव्यं खेत्स्यति अखेत्स्यत् इति भवति सम्यक् इदानीमत्र खज् खज् भवति खज् अत्र अवलयं नास्ति एव खलु महोदय अवलयं खज् खज् नास्ति सत्यं खज् नास्ति इदानीमत्र खज्जिता न अत्र एतत् सेट् अस्ति अवलयं नास्ति चेत् सेट् अस्ति खज्जिता खज्जितुं खज्जितव्यं खजिष्यति अखजिष्यत् इति भवति समीचीनं खजिष्यति सत्यं खजिष्यति पञ्च ओवर् महोदय रुच् रुच् चकारं ददातु रुच् रुच् अपि आवल्यां नास्ति रिच् अस्ति रुच् नास्ति सेट् दातु रुच् रोचिता रोचिता रोचितुं रोचितव्यं रोचिष्यति अरोचिष्यत् अनन्तरं दातु किं कक् कक् रुच् कक् कक् नकारान्त दातु शक्येव एकमेव कक् इति सेट् दातु कक् सो ककिता ककिता ककितुं ककितव्यं ककिष्यति अककि अककिष्यत् अककिष्यत् सत्यं शिव् अनन्तरं शिव् वकारान्त दातु वकार वयं दृष्टवन्तः वा शिव् यारा दातु पाठे नास्ति शिव् प्रायः शिव धातुपाठे नास्ति धातु क्षि इति अस्ति क्षिव् इति नास्ति वकारान्तः अस्ति वा अस्ति मा एव अस्ति वकारः नास्ति क्षिव् इति धातुः न दृश्यते अवल्यं नास्ति चेत् सेट् एव न आवल्यं भगिनि धातुपाठे नास्ति धातुपाठे धातुपाठे धातुपाठे नास्ति अवल्यमपि नास्ति एव धातुपाठे नास्ति सो क्षि इति धातु अस्ति चेत् इकारान्तः भवति किल इकारान्त प्रायेण अनिट् एव क्षेव् इति अस्ति वा इति पश्यामि ओ देर् वन् धातु अस्ति भगिनि सेट् धातु सुधादिगणे सेट् धातु भुवादिगणे स्वादिगणे अनिट् धातु अस्ति क्षि इति शेव् शीव् इति अस्ति दीर्घ ईकारः अस्ति ओ शीव् शीव्र अस्ति शीव्र धातु पिट् निरसने ओ अस्तु शीव् निरसने इति क्षेव् निरसने इति अपि धातुः अस्ति परन्तु क्षिव् न क्षेव् क्षीव् सम्यक् शीव् सेट् धातु शीव् शीविता शीविता क्षीवितुं क्षीवितव्यं क्षी तदपि अत्र क्षेविता शेव् शेव् क्षेविता अस्तु भगिनि क्षम्यता क्षेविता क्षेवितुं क्षेवितव्यं क्षेविष्यति क्षेविष्यत् इति भवति क्षीव् दीर्घ न तु ह्रस्व दीर्घ एव क्षीव् अनन्तरं सच् सच् चकारान्त ददातु चकार पच्मुच्च रुच्य संथिङ्ग् लैक् दट् इति चकारः वा पश्यामि तत्र चकारान्त ददातु सच् नास्ति सिच् एव अस्ति अनिट् धातोः कृते पच् वच् एव पच् वच् रिच् विच् सिच् सो सच् इति धातु सेट् एव सचिता सचिता सचितुं सचितव्यं सचिष्यति सच् असचिष्यत् असचिष्यत् सच् धातु अस्ति वा भगिनि ओ आत्मनेपदि आत्मनेपदि सच् सेचने सेवने च इति सचिष्यते अस्ति सच् इति धातुः अस्ति अनन्तरं गक् गग् गग् इति धातु अस्ति वा नास्ति दशधातुः एव नास्ति गाघ् इति अस्ति गाघ् गाघ् अस्ति वा नास्ति तादृशधातुः एव न गद् इति धातुः अस्ति गदति टु स्पीक् तत्र तद् गद् इति अस्ति गद् इति नास्ति गद् गद् अस्ति गल् इति अपि अस्ति गघ् इति नास्ति किमपि दोषः वा प्रायः गद् इति एव गुणादिदातु संथिङ्ग् लैक् देट् भगिनि प्रायः अत्र धातुपाठे न दृश्यते कुतः नियानीतवन्तः इति न जाना कस्मात् पुस्तकात् स्वीकृतवन्तः अपि न जानामि गद् इति नास्ति गद् इति अस्ति क्षम्यतां गद् इति नास्ति गद् अस्ति वा गद् गद् तत् तत् तदपि अल्पप्राणः चकारः ददाति बट् गद् न अस्ति न नास्ति नास्ति तादृशमपि नास्ति महाप्राणः दकारः भगिनि महाप्राण गर्द् अस्ति खलु गर्द् गर्द् तद् भवति गर्द् तद् वृद्ध् इति अपि अस्ति वृद्ध् गर्द् द्वयमपि अस्ति पेटः एव वृद्ध् टु डिसैर् टु लाङ्ग् प्रायः गृदेव इष्टवन्तः वा जानामि त्यजामः वा आं त्यजामः तत् तादृशधातुः एव नास्ति चेत् किमर्थं रूपं साधनी अहं लिखित्वा स्थापयामि अन्यत् कुत्रचित् समुदर् धातु वट् वास् दट् अदर् धातु खच् एव वयं धातुपाठे दृष्टवन्तः यम् इति धातु यं स्वीकरोतु यम् मकारान्तदातु यं रं रं वयं दृष्टवन्तः यं मकारान्तदातु यम् अस्ति यन्त सो यम् इति अनिट् दातु यन्त गम् नम् यम् रम् सो वयं गम् नम् यम् नौ यम् ओके यन्ता यन्तुं यन्तव्यं यं स्यति अयं स्यत् यन्त मकारा बिकम्स् नकार तदपि नष्टापदान्तस्य जलि अनुस्वारस्ययि परसवर्ण अस्तु ह्यै तादृशमस्ति यं ह्यै ह्यै यकारान्तदातु सेट् एव ह्यै ह्यै अस्ति चेत् ह्यै योग तत्र ऐकार उपदेशे अशीति आदेश उपदेशे अशीति इत्यनेन ह्या भवति ह्या योगः सो ह्या आकारान्तदातु आकारान्तदातु ऊद्रु दन्तैर्यौ तीर्क्ष्णु शिङ्क्ष्णु नुक्षु श्विडिं शिभिः अलकैः सो आकारान्तदातु देन् आकारान् प्रायेण अनिट् अनिटेव अनिटेव ओके अनिट् धातु ह्या देन् ह्याता सम्यक् ह्याता ह्याता ह्यातुं ह्यातव्यं ह्यास्यति ह्यास्यति आत्मनेपदे ओ ओके ह्यास् ह्या वाट् इस् धातु ह्यास्यते ह्यास्यत सम्यक् ह्यै गतौ ह्यैं गतौ इति एव किट् इति धातुः किट् अकारान्तदातु सेट् धातु किट् किटिता किटिता केटिता केटिता केटिता केटितुं केटितव्यं केटिष्यति अकेटिष्यत् अकेटिष्यत् किट् अनन्तरं शीङ् शीङ् अस्ति नकारान्तदातु सेट् इति सेट् अस्ति शीङ् सो शेङ्गित शीङ् इति दातु अस्ति स्वप्ने किल किल शेते शेते देन् शी एव दातु वा शी इति ईकारान्तदातुः ईकारान्तदातु ईकारान्तदातु ऊत् रूत् अन्तैर्यौ तीरुक्ष्णु सो अनिट् एव सत्यं सो शी शी अनिट् अस्ति चेत् शयत् शयिता नो शयिता शब्दः खलु शयिता सम्यक् एव किल शयिता इति प्रयोगः सेट् एव किम् उक्तवती अहम् अनिट् इति उक्तवती वा सेट् एव ओके ओके शयिता शयितुं शयितव्यं शयिष्यति अशयिष्यत् शयिष्यत् शयिष्यते शिङ् आत्मने ओ आत्मनेपति ओके अशयिष्यते अण्ड् शयिष्यते अशयिष्यत् सम्यक् विजया भगिनी करोति वा अन्तिमचत्वारः मृच् मृच् इति धातुः तादृशधातुः अस्ति वा इति पश्यामि प्रथमं मृच् मृच् अस्ति अत्र उकारस्य स्थाने ओकारः भूत्वा मुरोत् मुरोत् एतत्तु अवलयं नास्ति सेट् अस्ति मृचिता मृचितु मृचितव्यं मृचिष्यति अमृचिष्यत् इति भवतु सम्यक् अनन्तरम् अत्र च्युत् अत्र उकारः अस्ति चुत् उकारस्य स्थाने उकारः भवति वा? भवति भवति एव उपदा किल. अनन्तरम् अत्र एतत् आवल्यं नास्ति एव, अतः चोदितव्यं चोदिष्यति अचोदिष्यत् इति भवति. च्युत् इति च्यो इति भवति वा? च्यो इति भवति. च्यो चो चोयि च्योयिता चोतिता चोयिता च्योतिता च्योतिता आसेचने इति अर्थः. च्युतिर् आसेचने. अग्रे दिश् अस्ति, दिश् अवल्यं नास्ति एव खलु महोदय? अत्र दिश् इति प्रायः दृष्टवती इति चिन्तयामि, एकनिमिषं पश्यामि. दिश् अनिड्धातु एव, आवल्यं प्रथमधातु भगिनि. दिश् आम्, अतः तत्र अनिट् अस्ति चेत् ईटागमस्य चिन्तनं नास्ति एव. दिश् अस्ति अत्र इकारस्य स्थाने एकारः भवति. देष्टा देष्टुं देष्टव्यं, देशिष्यति अदेशिष्यत् इति भवति. सत्यम्. अग्रिम इदानीं सच् अस्ति, दिश्य अनिद्धातु खलु, देक्ष्यति. आम् अनिद्धातुः देक्ष्यति. अत्र आदेशप्रत्ययोः प्रथमम् अत्र षडौकः सि, अनन्तरम् आदेशप्रत्ययोः एतत् सर्वं भूत्वा अत्र देक्ष्यस्ति इति भवति, अदेक्ष्यस्त इति भवति. समीचीनं वा महोदय? आम् आम्. इदानीम् अत्र सच् भवति, सच् सच् इति अत्र आवल्यं नास्ति एव. सच् सेट् अस्ति, चचित चचितुं चचितव्यं, सचिष्यति असचिष्यत् इति भवति. आत्मनेपदे सचिष्यते, व्यक्तायां वाचि सच् इति, व्यक्तायां वाचि सच् इति एकं दृष्टवन्तः. एतत्तु भिन्नं, षच् इति सच् इति एकं, षच् इति एकं. द्रज् द्र अस्ति अत्र, रेपः अस्ति, रेपस्य स्थाने एतत् किम् अस्ति, आवल्यं नास्ति एव, स्टेट् भवति. अत्र द्र एव तिष्ठति. द्रज्जिता द्रज्जितुं द्रज्जितव्यं, द्रज्जिष्यति. धातु किं भगिनि? द्रज्जितौ षच् खलु, षच् अस्तु अस्तु अस्तु, ऐ डिन्ट् सी द दात्. ओके, धन्यवाद. द्रज्जिष्यति अदृश् द्रज्यत् अद्रज्यत् अद्रजिष्यत् इति भवति. परस्मैपदी धातुः एव, द्रजाङ्गतौ इति धातोः अर्थः. अस्तु, वयं द्रज् पर्यन्तं कृतवन्तः. इदानीम् अहं स्मरामि, श्रण् आरभ्य प्रायः अग्रिमसप्ताहे कुर्मः. रघुपतिमहोदय, अरुणा भगिनी अपि आगच्छेत्. अधिकम् अस्ति, अष्टम श्रण् आरभ्य इतोपि अस्ति, पश्यामः. वयं कृत्वा एव अग्रिमपाठं प्रति गच्छामः. अस्तु, धन्यवादः महोदय, शुभरात्रिः. धन्यवादः भगिनी, नमस्कारः भगिनी.